गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं गते वर्गे शब्दखण्डः समापितः तर्हि यथा मया उक्तं नैयायिकानामतानुसारं सप्तपदार्थाः सन्ति लोके द्रव्यगुणकर्मसामान्य अभावसमवाय द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः इति सप्तपदार्थाः तेषु द्रव्याणि नव तेषां निरूपणं कृतं तदनन्तरं गुणाः चतुर्विंशतिगुणाः सन्ति तेषु नवगुणाः विशेष आत्मगुणाः तेषु ज्ञानम् इति गुणम् इति गुणः प्रमाणेन उत्पद्यते इति नैयायिकानां मतम्। तर्हि ज्ञानम् अनित्यं क्षणात्मकं ज्ञानं द्विविधम् अनुभवः स्मृतिः। तत्र अनुभवः कथं जायते इति चेत् प्रत्यक्षेन अनुमानेन उपमानेन शब्देन जायते इति चतुर्भिः प्रमाणैः अनुभवः जायते इति अवगतम्। तत्र स्मृतिः अथवा स्मरणम् इति अनुभवात् पूर्वमेव निरूपितं सूचीकटाकन्यायेन तत्र निरूपितमासीत् प्रथमं। यद्यपि अनुभवः प्रथमं जायेत तदनन्तरमेव अनुभवात् संस्कारः जायते संस्कारेण स्मृतिः उत्पद्यते इति अस्ति। तर्हि क्रमः कथं भवेत् इति चेत् प्रथमम् अनुभवचिन्तनं तदनन्तरमेव स्मृतिचिन्तनं योग्यं। तथापि तत्र अनुभवे बहूनि विषयानि अवगन्तव्यानि इत्यतः प्रथमं स्मृतिः निरूपिता तदनन्तरम् अनुभवः इदानीं निरूपितः। अनेन ज्ञानं निरूपितं ज्ञानम् इति गुणः निरूपितः अस्ति। अस्तु तर्हि इदानीम् इतोपि अवशिष्टाः विषयाः सन्ति। तत्र अवशिष्टाः गुणाः सन्ति तदनन्तरं पञ्चपदार्थाः अपि सन्ति। किन्तु अत्र किञ्चिदेव अवशिष्टमस्ति। यद्यपि तत्र पञ्चपदार्थाः अवशिष्टाः सन्ति अपि च केचन गुणाः अपि अवशिष्टाः सन्ति किन्तु अवगमनभागः किञ्चिदेव अस्ति। तर्हि तदेव अवशिष्टखण्डः इति उक्तम्। अवशिष्टखण्डः इत्यत्र अवशिष्टगुणाः तेषां विषये चिन्तनं भवति अपि च अवशिष्टपदार्थानां चिन्तनमपि भवति। अस्तु 330 इति पुटे मेहुल् महोदय आरब्धुमिच्छति वा? आम् महोदय अस्ति। अस्तु अवशिष्टखण्डः अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् विपर्ययतर्कभेदात् विपर्य संशय विपर्यय तर्कभेदात् त्रिविधः धर्मिणी विरुद्ध नानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः यथा साणुर्वा पुरुषो वेति मिथ्याज्ञानं विपर्ययः यथा शुप्ताविदं रजतम् इति व्याप्यरूपेण व्यापकारोपस्तर्कः व्याप्यरूपेण व्याप्यारोपेण व्यापकारोपस्तर्कः यथा यदि वह्निर्न स्यात् तर्हि धूमः अपि न स्यात् इति। अस्तु किञ्चित् प्रतिपादयतु। अत्र अयथार्थ अनुभवः त्रिविधः भवति इति उक्तं। ते के इत्युक्ते संशय एकनिमिषं तत्र अयथार्थ अनुभवस्य लक्षणं किम्? भ्रमा इति खलु भ्रमा इति अयथार्थ न इति पर्यायपदं किन्तु लक्षणं किम्? एकनिमिषः वयं दृष्टवन्तः प्रमायाः लक्षणं किं यः कोऽपि जानाति सः वदतु। तद्वति तत्प्रकारः तत्प्रकारकज्ञानम् इति वक्तव्यं समीचीनं तत्प्रकारः तद्वति तत्प्रकारकज्ञानम् प्रमा तद्वति तत्प्रकारकज्ञानम् इत्युक्ते किम् यद्वस्तु यदा अस्ति तदा उदाहरणं स्वीकृत्य वदतु रजते रजतत्वम् इति उत्तमं तद्वति तद् इत्यनेन रजतत्वं रजतत्ववती रजतत्व अनुभवः रजतत्वप्रकारकज्ञानम् तद्वति तत्प्रकारकज्ञानम् तत् इत्यनेन रजतत्वम् रजतत्ववती रजते रजतत्व अनुभवः इति यथार्थज्ञानम्। तर्हि अयथार्थज्ञानस्य लक्षणं किम्? तत् अभाववति तत्वति इति ज्ञानम्। तद् अभाववति तत्वत् इति ज्ञानं तत्प्रकारकज्ञानम् खलु तद् अभाववति तत्प्रकारकज्ञानम्। उदाहरणं सुप्तिं दृष्ट्वा इदं रजतम् इति ज्ञानं किन्तु तत्र तद् अभाववति तत्प्रकारकम् इति वदतु रजत अभाववति इदं रजतम् इति ज्ञानम् अत्र तद् अभाववति तत्प्रकारकज्ञानम् इति उक्तं खलु एवं वदतु तत्र तद् इत्यत्र किं स्थापनीयम् रजतत्वम् इति हा तद् इत्युक्ते रजतत्वं तर्हि रजतत्व अभाववति रजतत्व अभाववति का सुप्ति सुप्तित्वम् सुप्तित्वं नास्ति सुप्तिः एव सुप्तिः शुक्तिः शुक्ति इति नास्ति शुक्तिः शुक्तिः तद् अभाववति इत्युक्ते रजतत्व अभाववती शुक्तौ रजतत्व अभाववत्यां शुक्तौ न रजतत्व अभाववती वति वति वक्त्याम् इति भवेत् तत्र स्त्रीलिङ्गमस्ति इति कृत्वा इदानीं शुक्तिः इति स्त्रीलिङ्गम् अतः तद् रजतत्व अभाववत्यां शुक्त्यां किम् इदं रजतम् इति ज्ञानं न तत्प्रकारकं रजतत्वम् इति ज्ञानम् इति वक्तव्यं प्रकारकं प्रकारकज्ञानं रजतत्वप्रकारकज्ञानं तद् अभाववति इत्युक्ते रजतत्व अभाववत्यां शुक्त्यां रजतत्वप्रकारकज्ञानम् अयथार्थज्ञानम्। समीचीनम्। किमर्थम् इति चेत् अत्र मनसि भवेत् ज्ञानस्य त्रयः विषयाः प्रत्येकं ज्ञानस्य त्रयः विषयाः भवन्ति एकः विशेष्यः अन्यः प्रकारः तृतीयः तयोः मध्ये सम्बन्धः संसर्गः इति। अस्तु तर्हि कस्मिंश्चित् विशेष्ये तत्प्रकारकज्ञानं भवति यथार्थज्ञानं कस्मिंश्चित् विशेष्ये अविशेष्ये न कस्मिंश्चित् अभावे अभाववत अभाववत्याम् अथवा अभाववती तत्प्रकारकज्ञानम् अयथार्थज्ञानम्। अस्तु समीचीनम्। अग्रे मेहुल् महोदय तर्हि तादृश अयथार्थज्ञानम् अथवा अनुभवः त्रिविधः एकमस्ति संशयः द्वितीयं तु विपर्ययः तृतीयं तर्कः इति संशयः विपर्ययः तर्कः अस्तु तर्हि तत्र प्रथमं संशयः नाम किम् संशयः नाम किम् इत्युक्ते एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानम् इति संशयः इत्युक्ते अत्र उदाहरणरूपेण कश्चन पदार्थः अस्ति तस्मिन् कश्चन धर्मः वर्तते तथापि तत्र विरुद्ध अन्ये धर्माः अपि यदि अवगाहामः तदा तादृशज्ञानं संशयज्ञानम् इति वयं वक्तुं शक्नुमः। अत्र उदाहरणमस्ति उदाहरणमस्ति साणुर्वा पुरुषो वेति इति। तर्हि अत्र स्थाणुर्वा इत्यस्य अर्थः कः इति न जाने. स्थाणुः, स्थाणुः इत्युक्ते पिल्लर्. ओ अस्तु अस्तु सम्यक्. स्थाणुः वा पुरुषः वा इति संशयज्ञानस्य उदाहरणं. तर्हि अत्र लक्षणं प्रतिपादयतु. एकस्मिन् धर्मिणि इत्युक्ते अत्र एक एव पदार्थः, तस्मिन् एक एव धर्मः अस्ति, तथापि एकस्मिन् धर्मिणि. अत्र एकस्मिन् धर्मिणि इदानीम् उदाहरणे किं धर्मी कः? अपि भवितुमर्हति, स्थाणुः अपि भवितुमर्हति. अस्तु, तर्हि तत्र उभयत्र उभयोः मध्ये एकः स्वीकरणीयः खलु? एकः अपि भवितुमर्हति. तर्हि पुरुषः एकस्मिन् धर्मिणि पुरुषे विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानम् इत्युक्ते अत्र पुरुषे पुरुषत्वम् अस्ति अथवा. अस्तु, अत्र किं कुर्मः, क्षम्यतां महोदय, अत्र धर्मिणी इत्यत्र पुरुषः इति न वदेम. किमर्थम् इत्युक्ते पुरुषः इति वदामश्चेत् तत्र पुरुषत्वम् अस्ति इति जायते. तर्हि तत्र इदमी इति स्वीकुर्मः. किमपि अस्ति इदं, तदेव इदम् मम पुरतः किमपि इदम् इति अस्ति. तर्हि एकस्मिन् धर्मिणि इदमी, इदमी इति सप्तमी एकवचनं. इदमी विरुद्धनानाधर्म वैशिष्ट्या इत्युक्ते अत्र स्थाणुत्वम् अथवा पुरुषत्वम् इति विविध धर्म नाना इत्युक्ते भिन्नभिन्न अनेकाः इति अर्थे धर्मवैशिष्ट्यावगाहि ज्ञानं भवति. अत्र विरुद्धं विरुद्धत्वमपि निरूपयतु. विरुद्धम् इत्युक्ते अत्र स्थाणुः इति पुरुषस्य विरुद्धः अस्ति. अपुरुषः तु चेतनः, पुरुषः चेतनः, स्थाणुः इति अचेतनः, तादृश विरुद्धः. उत्तमम् उत्तमम्. तर्हि विरुद्ध इत्युक्ते जडचेतन, जडचेतनयोः मध्ये विरोधः अस्ति खलु इति कृत्वा विरुद्ध. अत्र कीदृशविरोधः अस्ति जडचेतनयोः मध्ये? महोदय मध्ये मध्ये न श्रूयते, न जाने किमर्थम् इति. अत्र अधुना श्रूयते वा? इदानीं श्रूयते. कीदृशः विरोधः इत्युक्ते किम् इति? विरोधस्य द्वैविध्यम् अस्माभिः अधीतम्. ओ बहुकालपूर्वम् अस्माभिः अधीतम् विरोधस्य. सः अनवस्थाविरोधः वा महोदय? किं सः अनवस्थाविरोधः वा? सः अनवस्थानविरोधः इति एकः, वध्यघातकविरोधः इति द्वितीयः. नकुलसर्पयोः मध्ये, नकुलसर्पयोः मध्ये, नकुलसर्पयोः मध्ये वध्यघातकविरोधः अस्ति. सः अनवस्थानविरोधः नास्ति. अत्र तु अनवस्थानविरोधः इति. सः अनवस्थान, सः अनवस्थान इत्युक्ते एकस्मिन् अधिकरणे उभयमपि एकस्मिन् समये न भवति. तदेव सः अनवस्थान, अन् अवस्थान. तर्हि इदानीं जडचेतनयोः मध्ये कीदृशविरोधः अस्ति? सः अनवस्थानविरोधः इति अनवस्थानविरोधः इति. कथम्? इदानीं भवान् एकं घटं नयति इति चिन्तयतु. घटः इति जडः, भवान् तु चेतनः. घटः कुत्र वर्तते? शिरसि वर्तते, अन्यथा भवतु भवती वर्तते खलु, चेतने वर्तते. चेतने वर्तते. तर्हि सः अनवस्थानदोषविरोधः, सः अनवस्थानविरोधः अस्ति चेत् कथं वा जडः, जडस्य अधिकरणं चेतनः भवति? खलु? अहं चिन्तयन्नस्मि यत् एकस्मिन् धर्मिणि तर्हि घटे एव जडत्वमपि च चेतनत्वं द्वयमपि न भवितुमर्हति. चेतनमस्ति चेत् जडत्वं नास्ति, जडत्वमस्ति चेत् चेतनत्वं नास्ति इति. तत्तु सत्यं, तदेव तदेव. जडत्वमस्ति चेत् चेतनत्वं न भवति, चेतनत्वमस्ति चेत् जडत्वं न भवति. एकस्मिन् घटे, एकस्मिन् पदार्थे जडत्वम् अपि च चेतनत्वम् उभयमपि न भवति इति कृत्वा. किन्तु अत्र अस्तु सत्यं, तत्र तर्हि तत्र यथा घटः घट अभावः अनयोः मध्ये सः अनवस्थानविरोधः अस्ति, तथा अत्र जडत्वचेतनत्वयोः मध्ये सः अनवस्थानविरोधः अस्ति सत्यम् हा इति कृत्वा तादृशविरोधः विरुद्ध नानाधर्मवैशिष्ट्य अवगाहि ज्ञानम् किञ्चित् प्रतिपादयतु अत्र. विरुद्ध इत्युक्ते जडचेतन इति उक्तम्. अस्तु, नानाधर्म इत्युक्ते भिन्नभिन्नधर्म इति सत्यं. तेन विशिष्ट यत् ज्ञानम् अस्ति तदेव वैशिष्ट्याव वैशिष्ट्यावगाहि ज्ञानम् इति. हा सत्यं. तर्हि अस्मिन् ज्ञाने, संशयज्ञाने कति विशेष्याः सन्ति? संशयज्ञाने एतस्मिन् उदाहरणे केवलं विषयद्वयं, स्थाणुत्वम् अपि च. मम प्रश्नं श्रुत्वा वदतु, कति विशेष्याः सन्ति? विषयः इति मया न पृष्टम्, कति विशेष्याः सन्ति संशये? एतस्मिन् उदाहरणे एव खलु? किम्? एतस्मिन् उदाहरणे एव. हा, एतस्मिन् उदाहरणे अपि च सर्वत्र संशये. एतत् सर्वम् अस्माभिः पूर्वम् अधीतम्, अतः पुनस्मारणत्वेन अहं पृच्छन्नस्मि. अस्तु अस्तु. विरुद्ध नानाधर्म विशेष्यं तु द्वयम् इति मन्ये, विशेष्यद्वयम्. विशेष्यद्वयम् इति चेत् ते के? स्थाणुत्वम् अपि च पुरुषत्वं. न, किमर्थं त्वम् इति, त्वम् इति वदति चेत् विशेष्यं न भवति खलु, त्वम् इति प्रकारः भवति. स्थाणुः अपि च पुरुषः इति विशेष्यद्वयं नास्ति. इत्युक्ते अत्र रामलक्ष्मणौ गच्छतः इति ज्ञाने विशेष्यद्वयमस्ति, एकः रामः अन्यः लक्ष्मणः. किन्तु इदानीम् अत्र स्थाणुः अपि च पुरुषः उभयमपि अस्ति वा? समीचीनं. तदेव संशयः इति मन्ये, अतः संशयस्य विषयः विशेष्यः एक एव. एक एव उत्तमं. हा, कति विशेष्याः इति चेत् एकः एव. एकः एव सत्यम्. हा, अपि च कति प्रकाराः सन्ति? हा, प्रकारः तु द्वयं, प्रकारद्वयं. हा इति अस्ति सत्यं. अत्र एकः पाठः अस्माभिः अधीतः, सप्रकारकज्ञानानि इति. तत्र 169th पेज् मध्ये संशयस्वभावः इति अधीतम्. संशयः इत्युक्ते किम् इति पूर्वमेव अस्माभिः अधीतम्. पर्वते वह्निः अस्ति वा, वह्नि अभावः अस्ति वा? संशयस्वभावः. तर्हि तत्र पर्वतः इति एकः एव विशेष्यः, किन्तु प्रकारद्वयं वर्तते, वह्निः अथवा वह्नि अभावः. उभयमपि न भवति, विरोधः अस्ति वह्नि वह्नि अभावयोः मध्ये. सः अनवस्थानदोषविरोधः अस्ति खलु? तर्हि संशयज्ञानम् एकस्मिन् विशेष्ये विशेष्यतासम्बन्धेन वर्तते, इदमि किन्तु प्रकारद्वयं भवितुमर्हति, ययोः प्रकारयोः मध्ये विरोधः भवेत्, तदेव संसर्गः। हा तर्हि तादृशविरोधविरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानं संशयः एकस्मिन् धर्मिणि, एकस्मिन् धर्मिणि इति उक्तत्वात् एकः एव विशेषः इति ज्ञातुं शक्नुमः। पर्वतः इति प्रकारः, प्रकारः न्यूनातिन्यूनं द्वे भवेत्, द्वौ भवेत् भवे भवतः द्वौ भवतः प्रकारः प्रकारौ द्वौ भवतः, अपि च तयोः मध्ये विरोधः अपि भवेत्। सत्यं विरोधः अपि। सो अत्र दलसार्थ किं कुर्मश्चेत् एकस्मिन् धर्मिणि, तर्हि संशयज्ञाने कति धर्मणि कति धर्मिणः सन्ति इति चेत् एकः एव विशेष्यः, एकस्मिन् विशेष्ये न्यूनातिन्यूनं प्रकारद्वयम्, अपि च प्रकारयोः मध्ये विरोधः भवेत् इति चेत् सः संशयः भवति। किन्तु समुच्चयज्ञानं, समुच्चयज्ञानमिति भिन्नमस्ति, तत्रापि एकः एव धर्मी महानसम् इति, तत्र एकस्मिन् कोणे वह्निः अस्ति, अन्यस्मिन् कोणे वह्नि अभावः अस्ति, यद्यपि वह्नि वह्नि अभावयोः मध्ये विरोधः अस्ति, किन्तु विरोधस्य अवगाहनम् अत्र न भवति। महानसे वह्निः वह्नि अभावश्च इति ज्ञानम्। वह्नि अभावः एकस्मिन् कोणे अस्ति, वह्निस्तु अन्यस्मिन् कोणे अस्ति इति ज्ञानमस्ति चेत्, तत्र विरोधः न अवगाहते चेत् तदा समुच्चयज्ञानं भवति। किन्तु विरुद्धनानाधर्मवैशिष्ट्य अवगाह विशेषाणां प्रकाराणाम् अवगाहनं भवति चेत् तदा संशयः भवति। अतः उदाहरणं यथा स्थाणुः वा पुरुषः वा इति उक्तम्, अवगच्छति खलु? अस्तु उत्तमम्। तर्हि एकस्मिन् धर्मिणि इति एकं दलं, विरुद्ध इति द्वितीयं दलं, नानाधर्म इति तृतीयं दलम् इति दलत्रयं वर्तते संशयस्य लक्षणे। अस्तु अग्रे इदानीं विपर्ययः इत्युक्ते किम्? विपर्ययः इत्युक्ते मिथ्याज्ञानम्। उदाहरणमस्ति शुक्ताविदं रजतम् इति, तर्हि तत्र सन्धिविच्छेदं कृत्वा पठतु। अस्तु शुक्त अविदं रजतम् इति नास्ति, इति नास्ति वा? शुक्ताव इदं शुक्त इव शुक्तौ इदं रजतं, शुक्तौ इदं रजतं औकारे इकारः, अतः आवादेशः भवति एचोयवायावः इत्यनेन। शुक्तौ यथा शुक्तौ सप्तमी एकवचनम्, इदं रजतम् इति ज्ञानम्। किम्? यथा शुक्तौ इदं रजतं, तर्हि यद् अस्माभिः पूर्वम् उक्तं तद् अभावति तत्प्रकारकज्ञानम् इति विपर्ययस्य लक्षणम्। विपर्ययस्य अयथार्थस्य लक्षणम् इति सामान्यतया तत्र उक्तं, किन्तु तद् अभाववति तत्प्रकारकज्ञानम् इत्यत्र संशयस्य लक्षणं न सङ्गच्छते। तर्हि तद् अभाववति तत्प्रकारकज्ञानम् इति विपर्ययस्य लक्षणं भवति। शुक्तौ यथा शुक्तौ इदं रजतम् इति ज्ञानम्। अस्तु अग्रे व्याप्य आरोपेण व्यापक आरोपः तर्कः इति, तर्कः इत्यस्य लक्षणमस्ति। व्याप्य आरोपेण उदाहरणं यथा यदि वह्निर्नः वह्निः न स्यात् तर्हि धूमः अपि न स्यात् इति, तर्हि अत्र वह्निः इति व्यापकः, धूमः इति व्याप्यः इति नास्ति, उदाहरणे व्याप्यः कः व्यापकः कः नास्ति तर्हि धूमः अपि नास्ति अतः मन्निः इति व्याप्यः धूमः इति व्यापकः इति भवति उदाहरणे इति अपि नास्ति वह्निधूमः इत्यनयोः मध्ये व्याप्यव्यापकभावः खलु अत्र अन्वयव्याप्तिः वदतु वह्निधूमयोः मध्ये अन्यव्याप्तिः वदतु यत्र यत्र धूमः तत्र तत्र वह्निः इति हा सत्यं यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः अन्वयव्याप्तिवाक्ये धूमः इति व्याप्यः वह्निः इति व्यापकः व्यतिरेकव्याप्तिवाक्यं वदतु यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः हा तर्हि अत्र व्याप्यः कः वह्नि अभावः हा वह्नि अभावः इति व्याप्यः धूम अभावः इति व्यापकः व्यतिरेकव्याप्तौ खलु सत्यम् तर्हि इदानीम् उदाहरणे किं दत्तं यत्र यदि वह्निः न इति दत्तं यदि वह्नि अभावः स्यात् तर्हि धूम अभावः अपि स्यात् इत्युक्ते अत्र व्यतिरेकव्याप्तिः उक्ता तर्हि अत्र व्याप्यः कः वह्नि अभावः व्यापकः धूमाभावः हा तर्हि इदानीं व्याप्य आरोपेण इत्युक्ते वह्नि अभाव आरोपेण व्यापकः आरोपितः तदेव तर्कः व्यापक इत्यत्र वदतु हा धूमाभावः इति वह्नि अभावेन धूमाभावः इति यदा वदेम तदा तर्कः इति इतोपि स्पष्टतया अत्र व्याप्य आरोपेण वह्नि अभावेन इति नास्ति अस्तु वह्नि अभाव अभावारोपेण वह्नि अभाव आरोपेण धूमाभाव आरोपक आरोपः तर्कः इति वह्नि अभाव आरोपेण धूम अभाव आरोपः तर्कः तर्हि इदानीं किं निर्णेतव्यं तर्केण किं निर्णेतव्यं धूम अभावः अस्ति वा न वा इति तद् निश्चेतुम् अत्र वह्नि अभावः अस्ति वा इति परिशीलनं वह्नि अभावः अस्ति चेत् धूम अभावः अस्ति अपि तत्र भवति इति निश्चेतुं शक्नुमः खलु तदेव तर्कः इति उच्यते तर्कः इत्युक्ते वस्तुतः एकविधः अनुमानम् एव एतत् अनुमानमेव सत्यं खलु किन्तु कीदृश अनुमानम् इति चेत् तत्र व्यतिरेकरूपेण अनुमानं क्रियते किन्तु लक्षणत्वेन भवति वा इति इदानीम् अग्रे यदा पठेम तस्य बोधः जायते तर्कनिरूपणम् इति पाठः आगच्छति अस्तु उत्तमं तर्हि अयथार्थ अनुभवः त्रिविधः अनुभवः इत्युक्ते ज्ञानं ज्ञानस्य एकविधम् इति अस्माभिः मनसि भवेत् तर्हि अयथार्थ अनुभवः त्रिविधः संशयः विपर्ययः तर्कः इति तर्हि इदानीम् अग्रे प्रत्येकस्य निरूपणं क्रियते संशयः तत्र दलसार्थक्यं क्रियते तदनन्तरं विपर्ययः इत्यत्र पूर्वमेव तद् अभाववति तद् तत्प्रकारकज्ञानमिति अस्माभिः अधीतम् अतः तत् ग्रन्थकारेण किमपि न उच्यते तदनन्तरं तर्कनिरूपणमपि क्रियते अस्तु धन्यवादः महोदय अग्रे सत्यमम् अपठति किम् प्रत्यक्षतः खलु सत्यं प्रत्यक्षखण्डादिविभागाः प्रयोजन अनुरोधेन यद्यपि ग्रन्थे सम्प्रदाये वा सन्ति तथापि अन्ततः अयं सर्वे अपि आत्मगुणस्य यथार्थ अनुभवस्य एव विस्तरः तं च यथार्थ अनुभवं प्रत्यक्ष अनुमिति उपमिति शाब्दभेदेन विभक्तं सकरणं निरूप्य सम्प्रति द्वितीयम द्वितीय अनुभवं द्वितीयम् अनुभवम् अनुभवं द्वितीयम् अनुभवं विभजते अयथार्थ अनुभवः अनुभवः त्रिविधः इति तेषु आदिमं संशयं लक्षयति एकस्मिन् इति अत्र नूतनं किमपि नास्ति खलु नास्ति नास्ति यथार्थ अनुभवस्य चत्वारः भेदाः उक्तः तेन आत्मगुणः एव उक्तः इति आत्मगुणः एव उक्तः इत्युक्ते किम् आत्मगुणस्य ज्ञानस्य प्रभेदः एव इति सत्यं ज्ञानम् आत्मगुणः इत्युक्ते तत्र विशिष्ट आत्मगुणः अस्ति खलु ज्ञानं कुत्र भवति आत्मनि एव भवति आत्मनि आत्मनि इति द्रव्ये एव भवति तर्हि ज्ञानं चतुर्विधं प्रत्यक्षम् उपमानं उपमितिः अनुमितिः शाब्दः इति एतत् सर्वं निरूप्य इदानीम् अयथार्थ अनुभवः भ्रमज्ञानं भ्रमज्ञानमपि ज्ञानमेव तस्मिन् विषये वदति इति अस्तु अग्रे संशयलक्षणे दलसार्थक्यं संशयस्य लक्षणस्य दलसार्थक्यम् यद्यपि प्रत्यक्षखण्डान्ते ज्ञानभेदप्रस्तावे अस्माभिः निरूपित एव अयं तथापि सन्धिविच्छेदं कृत्वा पठतु एव अयम् इति एव अयम् तत्तु सत्यम् एवम् एव अयम् इति सत्यं तस्मात् पूर्वम् यद्यपि प्रत्यक्षखण्ड अन्ते ज्ञानभेदप्रस्तावे इति तत्र समीचीनम् अग्रे अस्माभिः निरूपितः एव अयम् निरूपितः इति पठनीयं निरूपितः एव तत्र विसर्गलोपः जातः अस्तु अग्रे तथापि ग्रन्थे उक्तलक्षण अनुसारेण किमर्थं ग्रन्थे उक्त इति ग्रन्थोक्त इति भवति वा न भवति अत्र किमपि नास्ति ग्रन्थ उक्तलक्षण अनुसारेण सम्प्रति तत्र गुणसन्धिः अस्ति ग्रन्थोक्त इति ओकारः अस्ति खलु उकारस्य ओकारः जायते ओकारः आगतः किन्तु यदा पठति तदा ग्रन्थ उक्तलक्षण अनुसारेण ग्रन्थ उक्तलक्षण अनुसारेण सम्प्रति उच्यते लक्षणं कथम् इति एकस्मिन् धर्मणि इति विशेषता ऐक्यपरं सत्यं वा सत्यं तादृशं हि अत्र ज्ञानं स्वीकार्यं तत्र विशेषता यत्र नास्ति यत्र विशेषता एकः एव भवेत् प्रकारौ च एव इति नास्ति एक एव इति चेत् एकैव इति न भवति एक एव भवेत् एक एव भवेत् प्रकारौ च भाव अभावौ भवेताम् प्रकार द्वौ प्रकारौ तयोः च विरोधः अपि भवेत् भासेत प्रकारयोः मध्ये विरोधः अपि भासेत भवति च पर्वतः वनिमान् न वा इति ज्ञानं तथाविधम् अत्र हि विशेषता एका पर्वतनिष्ठः वह्निरूपः भावः तदभावः च विरुद्धौ प्रकारौ इति समन्वयः अत्रापि सर्वं चिन्तितं खलु अस्माभिः इदानीमेव अस्मिन् वर्गे एतत् सर्वं चिन्तितम् अर्हः प्रश्नाः न सन्ति चेत् अग्रे गन्तुं शक्यते अग्रे पठामि अत्र च एकविशेषतापरे एकस्मिन् धर्मिणि इति दल अनुपादाने घटपटौ इति समूहालम्बने अतिव्याप्तिः इह ज्ञाने घटांशे घटत्वं पटत्वं च पटांशे प्रकारौ तौ च घटत्वपटत्वरूपधर्मौ विरुद्धौ विरोधश्च सहानवस्थानरूपः अनयोः प्रसिद्धः घटत्वाधिकरणे न पटत्वं नापि पटत्वाधिकरणे पठे घटत्वम् अतः तयोः विरुद्धता स्पष्टः एव स्पष्ट एव क्षम्यता स्पष्ट एव इति दोषाय स्पष्ट एव एकारस्य ऐकारः भवति स्पष्टा एव स्पष्टा इति वक्तव्यं वाीलिङ्गे अस्ति खलु अतः तयोः विरुद्धता स्पष्टा एव ह्रस्वाकारः अस्ति चेत् तत्र ऐकारः एव भवति किन्तु स्पष्टा इति विरुद्धता इत्यस्य विशेषणम् इति कृत्वा तदपि स्त्रीलिङ्गे वक्तव्यम् अतः स्पष्टा एव इति वक्तव्यम् विशेष ऐक्यपरदलनिवेशे विशेषता ऐक्यपरनिवेशे पुनः ऐक्यपरदलनिवेशः विशेषता ऐक्यपरदलनिवेशः पुनः कुत्र अस्ति दोषः विशेषता ऐक्यः नास्ति ऐक्यपरदलनिवेशः निवेशः इति अस्ति वा निवेशे ओकारः नास्ति निवेशे एव क्षम्यता निवेशे विशेष्यता ऐक्यपरदलनिवेशे तु विशेषता ऐक्यपरदलनिवेशे तु न अत्र अतिवा न अत्र अतिव्याप्ति पुनः अति न अतिव्याप्तिः न अत्र अतिव्याप्तिः विसर्गः सर्वदा भवती न उच्चारयति न अत्र अतिव्याप्ति इति न वक्तव्यं न अत्र अतिव्याप्तिः न अत्र अतिव्याप्तिः अतिव्याप्तिः इति विसर्गः उच्चारयति चेदेव पदं नो चेत् प्रातिपदिकम् उच्चारयति भवती प्रातिपदिकं वाक्ये यदा कदापि न प्रयोक्तव्यम् इति नियमः अस्ति अस्तु अग्रे समूहालम्बनं खलु इदं ज्ञानं तत्र द्वे विशेष्यते स्तः घटनिष्ठा आद्या द्वितीया पटनिष्ठा अतः एकविशेष्यतानिरूपकत्व अभावात् न अतिव्याप्तिः अस्तु स्वशब्दैः वदतु अस्मिन् परिच्छेदे किमुक्तम् इति अस्मिन् परिच्छेदे इदानीं कथं अत्र अतिव्याप्ति निवारयितुं शक्यते अतिव्याप्ति कुत्र अस्ति इति प्रथमम् उक्तमासीत् यदि जायते इति वदतु प्रथमम् एकस्मिन् धर्मे इति चिन्तनम् प्रथमदलम् एकस्मिन् धर्मिणि इति दलं न उक्तं चेत् अत्र दोषः कः भवति कुत्र अतिव्याप्ति भवति इति अत्र उक्तमस्ति समूहालम्बनज्ञानम् एकस्मिन् धर्मिणि इति न उक्तं चेत् इति भवती वदति कुत्र न उक्तं चेत् लक्षणवाक्ये विरुद्धस्य वाक्ये अयथार्थधर्मः त्रिविधः इति प्रथम उक्तम्, अत्र संशयः आद्यः. अस्य लक्षणमस्ति एकस्मिन् धर्मिणि विरुद्ध नानाविध धर्मवैशिष्ट्य अवगाहि ज्ञानम् इति. अस्मिन् लक्षणवाक्ये प्रथमदलमस्ति एकस्मिन् धर्मिणि इति. तर्हि संशयस्य लक्षणवाक्ये एकस्मिन् धर्मिणि इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? तद् दलं त्यजामः चेत् इदानीं विरुद्ध दानाविधधर्मः अतिव्याप्तिः भवति. तदेव अहं वदामि कुत्र अस्ति चेत् एकमेव पदम् उत्तरत्वेन वक्तव्यं. घटपटादौ नास्ति सर्वसमूह आलम्बनज्ञाने इति वक्तव्यम्. संशयस्य लक्षणे एकस्मिन् धर्मिणि इति दलं त्यजामश्चेत् समूह आलम्बनज्ञाने अतिव्याप्तिः. तर्हि समूह आलम्बनज्ञाने कथम् अतिव्याप्तिः भवति? अत्रापि प्रकारक द्वयम् एकस्मिन् धर्मणि भवति इति कृत्वा. तर्हि समूह आलम्बनज्ञानस्य उदाहरणं किम्? घटपटादौ इति अस्ति. घटपटादौ इति ज्ञानं नास्ति खलु, ज्ञानस्य आकारः वदतु. विशेष्यता एकं प्रकारद्वयं वर्तते. ज्ञानस्य आकारः घटपटौ तावदेव. घटपट आदौ इति न वक्तव्यं. घटपट आदौ इति समूहालम्बनज्ञानं नास्ति. अत्र पश्यतु, दल अनुपादाने घटपटौ इति समूह आलम्बने अतिव्याप्तिः स्पष्टतया वदति खलु. अस्तु, पुनः वदामि. संशयस्य लक्षणवाक्ये एकस्मिन् धर्मिणि इति दलस्य अनुपादाने त्यजामश्चेत् घटपटौ इति समूहालम्बनज्ञाने अतिव्याप्तिः भवति. निरूपयतु इदानीम्. इदानीं घटपटौ इति ज्ञाने प्रथमविशेष्यं घट स्वीकुर्मः चेत् तस्मिन् घटत्वम् अपि अस्ति, पटत्व अभावः अपि अस्ति. किमर्थं पटत्व अभावस्य विषये चिन्तनं? प्रकारद्वयं वर्तते. घटपटौ इति ज्ञाने किं किम् अस्ति? ज्ञानं केषु विषयेषु वर्तते, केन सम्बन्धेन? विशेष्यमस्ति, प्रकारता अस्ति, संसर्गता अस्ति, विषयता अथवा विशेष्यता अस्ति. मम प्रश्नं श्रुत्वा उत्तरं वदतु भगिनि. मम प्रश्नं पुनः वदामि. ज्ञानं घटपटौ इति ज्ञाने ज्ञानं केषु विषयेषु कैः सम्बन्धैः वर्तते? घटे पटे च वर्तते खलु महोदय. केवलं घटे पटे वा? घटे पटे केन सम्बन्धेन ज्ञानं वर्तते? विशेषतासम्बन्धेन. विशेषतासम्बन्धेन ज्ञानं घटपटौ इति ज्ञानं विशेष्यतासम्बन्धेन घटे पटे च वर्तते. वर्तते प्रकारतासम्बन्धेन घटत्वे पटत्वे वर्तते. हा, घटत्वे पटत्वे वर्तते. अपि च समवायः संसर्गतासम्बन्धेन सम्बन्धे वर्तते. पुनः वदतु. समवायसम्बन्धः प्रकारता प्रकारता समवायसम्बन्धे वर्तते प्रकारता समवायसम्बन्धेन वर्तते प्रकारता तु घटत्वे पटत्वे वर्तते पठत्वे पठत्वे समवायेन घटत्वं घटे समवायेन वर्तते इति सम्बन्धे प्रकारता You should not say everything that you do. You should be very precise in your answer. Mama prashnasya uttaram saptapadarthaha santi dravya guna karma samanya iti tu satyam kintu prashnasya uttaram tadnasti. Sambandhe sansargada vartate. Etavat pariyantam bhavatya kimuktam aham punah vadami ghatapatau iti jnanam visheshyata sambandhena ghate pate cha. प्रकारतासम्बन्धेन घटत्वे पटत्वे च संसर्गतासम्बन्धेन सम्बन्धे वर्तते किं सम्बन्धे घटत्वे घटपटयोः तद् न वक्तव्यम् इति घटघटद्वयमध्ये समवायसम्बन्धः अस्ति समवाये वर्तते हा इति वक्तव्यं संसर्गः घटपटौ इति ज्ञानं संसर्गतासम्बन्धेन समवायसम्बन्धे वर्तते अत्र घटत्वं पटत्वं घटपट इति एतत् सर्वं न वक्तव्यं किमर्थमिति चेत् संसर्गता इति उक्तं खलु संसर्गता इत्युक्ते सम्बन्धता एव तर्हि सा च सम्बन्धता कुत्र वर्तते समवायसम्बन्धे वर्तते अस्तु तर्हि इदानीं घटपटौ इति ज्ञानं कुत्र कुत्र आहत्य षड् विषयाः सन्ति खलु घटः पटः घटत्वं पटत्वम् अपि च समवायः इति पञ्चविषयाः सन्ति अस्मिन् समूहलाङ्गज्ञाने तर्हि इदानीम् अतिव्याप्तिः निरूपयतु इदानीं महोदय भवान् पृच्छतु अहं वदामि अस्तु इदानीम् एकस्मिन् धर्मिणि इति दलं त्यजामश्चेत् किम् अवशिष्टमस्ति लक्षणवाक्ये विरुद्ध नानाविध अवशिष्ट तदस्ति अवशिष्ट अवगाहि ज्ञानम् इत्युक्ते विरुद्धः अस्ति रीडिङ्ग् समथिङ्ग् फ्रम् युवर् मैण्ड् अत्र किं दत्तमस्ति न न लक्षणवाक्यम् एवमस्ति खलु महोदय एकस्मिन् धर्मिणि हा पठतु लक्षणवाक्ये किमस्ति एकस्मिन् धर्मिणि विरुद्ध नानाविध नाना क्षम्यतां नानाधर्मविशिष्ट अवगाहि ज्ञानम् विरुद्धनाना अविशिष्ट इति एतत् सर्वं वदति तत्र किमपि नास्ति तादृशं नानाधर्म तावदेव विरुद्धनानाधर्म विरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानम् इति अस्ति खलु तर्हि इदानीं विरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानं घटपटौ भवति इति निरूपणीयम् इदानीम् एकस्मिन् धर्मणि इति दलं त्यक्तम् ओके अवशिष्टं किं विरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानम् इति भवति तद् ज्ञानं तस्य तद् लक्षणं समूह आलम्बनज्ञाने भवति इति निरूपणीयं तर्हि तत्र प्रथमपदं किम् विरुद्ध इति तर्हि तत्र विरोधः तयोः मध्ये घटपटयोः मध्ये इति वक्तव्यं घटत्वं पटत्वम् इति हा घटत्वपटत्वयोः मध्ये विरोधः किमर्थं विरोधः घटत्वे पटत्वं नास्ति पटत्वे घटत्वं नास्ति घटत्वे पटत्वं नास्ति इति मा वदतु घटे पटत्वं नास्ति न भगिनि यु हाव् टु से दिस् वेरि वेरि क्लियर्लि यु आर् नाट् सेयिङ्ग् इट् क्लियर्लि घटत्वपटत्वयोः मध्ये विरोधः निरूपणीयः उक्तं जटत्व जडत्वचेतनत्वयोः मध्ये विरोधः निरूपितः कथं निरूपितः तेन एकस्मिन् धर्मिणि चेतनम् अचेतनं द्वौ अपि न भवति इति खलु तदा इदानीं धर्मिणि जडत्वमपि भवति चेतनत्वम् अपि न भवति इति न भवति यदा कदापि जडत्वमस्ति चेत् चेतनत्वं तत्र न भवति चेतनत्वमस्ति चेत् जडत्वं न भवति एवम् अत्र घटत्वपटत्वयोः मध्ये विरोधः निरूपयतु घटे खडत्वमेव अस्ति पडत्वं नास्ति अतः अत्र विरोधः नास्ति इति नास्ति न भवत्यपि खलु न भवति न भवति घटत्वमस्ति चेत् यस्मिन् घटत्वमस्ति तस्मिन् पटत्वं न भवति उदाहरणं घटः यस्मिन् पटत्वमस्ति तस्मिन् घटत्वं न भवति उदाहरणं पटः पटः इति कृत्वा घटत्वपटत्वयोः विरोधः निरूपितः तर्हि घटपटौ इति ज्ञाने घटत्वं पटत्वम् उभयमपि अस्ति विरुद्धधर्मौ अस्ति खलु आम् अस्ति विरुद्ध नानाधर्म भिन्नभिन्न घटत्वं घटत्वं पटत्वं न इति कृत्वा घटत्वपटत्वयोः मध्ये भेदः अपि अस्ति तर्हि विरुद्ध नानाधर्म वैशिष्ट्य इत्युक्ते प्रकारता वैशिष्ट्य अवगाहि ज्ञानम् इदानीं किम् कीदृशज्ञानम् उदाहरणज्ञानं किम् अत्र घटपटौ इति ज्ञानम् उत्तमम् तर्हि एकस्मिन् धर्मिणि इति दलं त्यजामश्चेत् विरुद्धनानाधर्म वैशिष्ट्य अवगाहि ज्ञानं घटपटौ इति ज्ञानं खलु इति कृत्वा समूहालम्बनज्ञाने घटपटौ इति ज्ञाने अतिव्याप्तिः भवति तर्हि तन्निवारणार्थं किं दलं योजनीयम् ऐक्यपरदलनिवेशे इति अस्ति तत् त्यजतु मम प्रश्नं श्रुत्वा वदतु इदानीम् अस्माभिः किं निरूपितं विरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानम् इति तावदेव लक्षणवाक्यमस्ति चेत् घटपटौ इति समूह आलम्बनज्ञाने अतिव्याप्तिः भवति इति निरूपितम् तर्हि इदानीं तत्र अतिव्याप्तेः निवारणार्थं किं दलं योजनीयम् एकस्मिन् धर्मणि इति दलं योजनीयं तावदेव खलु एकस्मिन् धर्मणि इति दलं योजनीयम् एकस्मिन् धर्मिणि इति दलं योजयामश्चेत् कथम् अतिव्याप्तिः निवारिता भवति वदतु इदानीम् एकस्मिन् धर्मिणि इति वदामः चेत् अत्र इदानीं धर्मिणि द्वयम् अस्ति खटपटौ इति तादृशं धर्मिद्वयं धर्मिद्वयम् अस्ति तद् निवारयितुं शक्यते हा घटपटौ इति समूह आलम्बनज्ञाने विशेष्यद्वयमस्ति खलु एकः घटः अन्यः पटः इति कृत्वा एकस्मिन् धर्मिणि इति दलं योजयामश्चेत् समूह आलम्बनज्ञाने घटपटौ इति ज्ञाने जायमान अतिव्याप्तिः निवारिता भवति अवगच्छति खलु आम् अवगतवती हा इति स्पष्टतया वक्तव्यम् अस्तु इति आशयः किन्तु भिन्नरीत्या इदानीम् आचार्येण लिखितमस्ति इह ज्ञाने घटांशे घटत्वं पटत्वं च इह इत्यनेन समूहालज्ञानम् उक्तम् इह अस्मिन् समूहालम्बनज्ञाने घटपटौ इति ज्ञाने घटांशः घटत्वं पटांशे च पटत्वं च प्रकाश प्रकारौ तौ च घटपटत्वरूपौ धर्मौ विरुद्धौ किमर्थं घटत्वं यस्मिन् वर्तते तस्मिन् पटत्वं न भवति पटत्वं यस्मिन् वर्तते तस्मिन् घटत्वं न भवति इति कृत्वा तयोः मध्ये विरोधः साधितः तर्हि विशेष्य ऐक्यबल ऐक्यपरदलनिवेशे तु विशेष्य ऐक्यम् एकमेव विशेष्यं भवति एकस्मिन् धर्मिणि इति दलं योजयामश्चेत् तदा समूह आलम्बनज्ञाने जायमाना अतिव्याप्तिः निवारिता भवति अस्तु अग्रे गच्छेम. धन्यवादः भगिनी. अग्रे इदानीं रमेश महोदय. धर्मविशेषणं विरुध्यते, विरुद्धेति. धर्मविशेषणं विरुद्धेति नाना विच्छेदं कृत्वा पठतु. धर्मविशेषणं तत् संस्कृतमस्ति. विरुद्ध इति विरुद्ध इति विरुद्ध इति पदम् विरुद्ध इति ह्रस्व आकारः उच्चारयति वा? ह्रस्व हा ह्रस्वाकार विरुद्धा इति वा? विरुद्ध इति ह्रस्वाकारपदं नास्ति खलु? पदं न भवति. विरुद्धा धर्मविशेषणं विरुद्धा इति. अस्तु अग्रे. नानाविरुद्धौ धर्मौ इति आहत्य फलति. तत्र धर्मयोः विरुद्धा विरुद्धानुपद्धा विरुद्ध इति नास्ति विरोध अनुपादेन विरोधा अनुपादेन भवति वा? विरोध अनुपादेन इति नास्ति. अनुपादाने विरोध अनुपादाने धर्मयोः विरोध अनुपादाने विरोधः इति पदं त्यजामश्चेत् अयं घटः द्रव्यम् इति निश्चये अतिव्याप्तिः. अस्तु भवानेव इदानीं चिन्तयतु, अत्र अग्रे न पठनीयं. विरोधः शक्यते भवता यत्र यदा विरोधः इति पदं त्यजामश्चेत् किं भवति इति तत्र दत्तं. कुतः त्यजामः? लक्षणवाक्ये. तर्हि लक्षणवाक्ये संशयस्य लक्षणवाक्ये. तर्हि लक्षणवाक्ये भवति एकस्मिन् धर्मणि नानाधर्मविशिष्ट अवगाहि ज्ञानं संशयः इति यदा लक्षणवाक्यं उच्चारयतु समीचीनतया न उच्चारितम्. एकस्मिन् धर्मिणि नानाधर्मवैशिष्ट्य अवगाहि ज्ञानम्. समीचीनं. पूर्वं विशिष्ट इति भवता उक्तम्, अत्र वैशिष्ट्य अवगाहि ज्ञानम्. वैशिष्ट्य अवगाहि ज्ञानम् इति भवति लक्षणवाक्यं. तर्हि इदानीम् अस्य लक्षणवाक्यस्य कुत्र अतिव्याप्तिः भवति? घटः अयं घटः द्रव्यम् अयं घटः द्रव्यम् इति निश्चये अतिव्याप्तिः भवति. अयं घटः द्रव्यम् इति निश्चये अतिव्याप्तिः भवति. तर्हि अतिव्याप्तिः कथं भवति इति निरूपयतु. केवलं नाना विरोधः नास्ति, परन्तु नानाधर्मविशिष्टज्ञानं वैशिष्ट्य अवगाहि प्रथमम् एकस्मिन् धर्मणि इति आरब्धं करोतु. एकस्मिन् धर्मणि किम्? तत्र घटः इति एव धर्मिणी अस्ति. धर्मी अस्ति, धर्मिणी नास्ति. धर्मी इति प्रातिपदिकं, तत्र धर्मी इति दीर्घ ईकारः भवति. यथा गुणिन् इति प्रातिपदिकं, गुणी इति भवति. तर्हि घटः इति धर्मी भवति, तस्मिन् घटत्वम् अस्ति, अपि च द्रव्यत्वमपि अस्ति. अयं घटः द्रव्यं, तर्हि तस्मिन् द्रव्यम् अपि अस्ति. तर्हि द्रव्यत्वमपि अस्ति, द्रव्यं नास्ति. द्रव्यत्वम् अस्ति, हा द्रव्यत्वम् अस्ति. तर्हि तत्र नानाधर्मः अस्ति, घटे नानाधर्मः अस्ति. तत्र नानात्वं निरूपयतु. घटत्वम् अपि अस्ति, द्रव्यत्वम् अपि अस्ति. सत्यं, तद्भवता उक्तं, किन्तु नानात्वं निरूपयतु इति. द्वे स्तः तर्हि नानात्वम् अस्ति वा? तदेव नानात्वं खलु. द्वे इति घटत्वद्रव्यत्वयोः मध्ये भेदः वर्तते खलु, तथा एव घटत्वं द्रव्यत्वं न इति वक्तव्यम्. घटत्वं द्रव्यत्वं न, घटत्वम् इति अपराजातिः, द्रव्यत्वमिति पराजातिः. यत्र यत्र घटत्वं तत्र सर्वत्र द्रव्यत्वमस्ति, किन्तु यत्र यत्र द्रव्यत्वं तत्र तत्र घटत्वम् इति नास्ति. हा, पटत्वमपि भवेत्. हा, इति कृत्वा घटत्वं घटत्वं द्रव्यत्वं न इति कृत्वा नानात्वं, नो चेत् गणनं न कर्तुं शक्यते खलु. पर्यायपदम् अयम् अयं पुरुष अयं रामः पिता इति चेत् तत्र कति पुरुषाः सन्ति? एकः एव पुरुषः. किन्तु पितृत्वम् अपि च रामत्वम् अनयोः मध्ये भेदः वर्तते इति कृत्वा नानात्वधर्म अस्ति. समीचीनं. तर्हि एकस्मिन् धर्मणि घटे नानाधर्म, घटत्व द्रव्यत्व नानाधर्म. अग्रे नानाधर्म वैशिष्ट्यम् अवगाहि ज्ञानं. तर्हि तत्र घटः घटत्वविशिष्टज्ञानम् अस्ति, घटः घटे एव द्रव्यत्वविशिष्टज्ञानमपि अवगाहितुं शक्यते. हा, उत्तमं. किन्तु इदानीं भवता चिन्तनीयं, घटत्वद्रव्यत्वयोः मध्ये विरोधः अस्ति वा इति. घटत्वद्रव्यत्वमध्ये विरोधः नास्ति. यत्र घटत्वमस्ति तत्र द्रव्यत्वमपि भवति एव. सत्यं. यत्र घटत्वमस्ति घटे, तत्र द्रव्यत्वमपि भवति, घटमपि द्रव्यम् इति कृत्वा. तर्हि घटत्वद्रव्यत्वयोः मध्ये विरोधः नास्ति इति कृत्वा इदानीम् एकस्मिन् धर्मणि नानाधर्मवैशिष्ट्य अवगाहि ज्ञानम् इति लक्षणमस्ति चेत् अयं घटः द्रव्यम् इति निश्चये अतिव्याप्तिः भवति. तर्हि तन्निवारणार्थं किं योजनीयं, किं दलं योजनीयम्? विरुद्ध इति पदं योजनीयं. विरुद्ध नानाधर्मवैशिष्ट्य अवगाहि ज्ञानं संशयः. तर्हि विरोधः विरुद्ध इति योजयामश्चेत् इदानीं घटत्वद्रव्यत्वयोः मध्ये विरोधः नास्ति इति कृत्वा अतिव्याप्तिः निरावारिता भवति खलु. उत्तमं. तर्हि इदानीं दलसार्थक्यं कृतम्, इदानीं केवलम् अग्रे पठनीयं. तदेव अग्रे पठतु. अत्र हि घटत्वं द्रव्यत्वं च प्रकारविधया भासते. तत्र च विशेष्यता इदं पदार्थे एका एव. एका इति नास्ति, एक एव विशेष्यता अस्ति खलु. विशेष्यता इदं पदार्थे, सत्यम्, एका एव. सत्यं महोदय, एका एव. सत्यं. तन्निरूपित प्रकारता द्वयम्. एक एका घटत्वे, अपरा द्रव्यत्वे. अतः एकविशेष्यता निरूपित नानाधर्मनिष्ठप्रकारता निरूपकत्वस्य उक्तज्ञाने सत्वात् अतिव्याप्तिः. अतः धर्मयोः विशेषणं विरुद्धा इति. न हि घटत्वद्रव्यत्वे विरुद्धे न हि घटत्वद्रव्यत्वे विरुद्धे अतः न अतिव्याप्तिः. अस्तु. सो ओन्ली द स्टैल् आफ् रैटिङ्ग् इस् डिफरेण्ट्. किन्तु अवगमनं यथा अस्माभिः कृतं तथा कुर्मश्चेत् समीचीनबोधः जायते. इदानीं किं दलं त्यक्तं, तेन दलेन किं साधितं भवति, यदि तत् दलं नास्ति चेत् कुत्र अतिव्याप्तिः भवति, अनेन दलस्य योजनेन कथं निवारिता भवति इति एतत् सर्वं चिन्तितम्. अस्तु, अग्रे महोदय. धर्मस्य नानात्वम् अपि विवक्षणीयम्. तदर्थः तु धर्मनिष्ठविरोधः येन निरूपितः तादृशधर्मान्तरः अपि धर्मान्तरे अपि विशेष्यता निरूपितप्रकारता आवश्यिका. अन्यथा घटः पटत्वविरुद्धघटत्ववान् इति ज्ञाने अतिव्याप्तिः. धर्मस्य नानात्वम् अपि विवक्षणीयं, धर्मस्य नानात्वं विवक्षणीयं, तदर्थः तु धर्मनिष्ठविरोधः येन निरूपितः तादृशधर्मान्तरे अपि विशेष्यतानिरूपितप्रकारता आवश्यका, अन्यथा घटः पटत्वविरुद्धघटत्ववान् इति ज्ञाने अतिव्याप्तिः न बुद्धम्। अस्तु, क्रमेण चिन्तयेम, भवान् तु अवगच्छति एव, अत्र किञ्चित् क्रमेण चिन्तनीयम्। अस्तु, तर्हि इदानीं किं दलं त्यजते लक्षणवाक्यात्? नानात्वम् इति, नानात्वम् इति दलं त्यजति विरुद्धधर्मविशिष्ट, विरुद्धधर्मविशिष्ट, तर्हि एकस्मिन् धर्मिणि विरुद्धधर्मवैशिष्ट्य अवगाहि ज्ञानं संशयः इति लक्षणवाक्यं भविष्यति। भवति चेत् कुत्र अतिव्याप्तिः, कस्मिन् ज्ञाने अतिव्याप्तिः भवति? एकनिमिषं महोदय, धर्मस्य ननाथ घटः अन्यथा घटः पटत्वज्ञाने अतिव्याप्ति, घटः पटत्वविरुद्धघटः पटत्वविरुद्धघटत्ववान् इति ज्ञानं, घटः पटत्वविरुद्ध पटत्वविरुद्धघटत्ववान् इति ज्ञानम्। तर्हि अत्र ज्ञानस्य परिशीलनं करोतु, घटः पटत्वविरुद्धघटत्ववान् इति ज्ञानस्य आकारः। तर्हि अस्मिन् ज्ञाने कति विषयाः सन्ति? प्रथमं विशेष्याः कति? घटः एकमेव विशेष्यः अस्ति घटः इति। उत्तमं, खलु, एकः ज्ञानम्, एतत् ज्ञानं घटः पटत्वविरुद्धघटत्ववान् इति ज्ञानं विशेष्यतासम्बन्धेन घटे एव वर्तते, खलु, इति कृत्वा एकस्मिन् धर्मणि घटे एव वर्तते, खलु। तर्हि एकस्मिन् धर्मणि इति दलम् इदानीं साधितम्। इदानीम् अत्र प्रकारता, एतद् ज्ञानं प्रकारतासम्बन्धेन कुत्र कुत्र वर्तते? पटत्वविरुद्धघटत्ववान् घटत्ववत्त्वं घटे अस्ति इति एकमेव प्रकारता अस्ति। तर्हि ज्ञानं प्रकारतासम्बन्धेन कुत्र वर्तते? ज्ञानं प्रकारतासम्बन्धेन घटे वर्तते वा? घटे नास्ति, ज्ञानं विशेष्यतासम्बन्धेन घटे वर्तते। प्रकारता कुत्र वर्तते इति वा? पटत्वविरुद्धघटत्ववान् इति पटत्वविरुद्धघटत्वे वर्तते। उत्तमं, बहु उत्तमं महोदय। पटत्ववान् इति नास्ति, पटत्ववान् किं? घटः एव खलु, घटः एव इति कृत्वा, न घटत्व पटत्वविरुद्धघटत्ववान् घटः एव इति कृत्वा, ज्ञानं प्रकारतासम्बन्धेन कुत्र वर्तते इति चेत् पटत्वविरुद्धघटत्वे वर्तते। तर्हि अस्मिन् प्रकारतायां, अस्मिन् प्रकारे, प्रकारतायां नास्ति, अस्मिन् प्रकारे पटत्वविरुद्धघटत्वघटत्वम् इति प्रकारे विरोधः अस्ति वा? पटत्वविरुद्धघटत्वम् इत्यत्र विरोधः अस्ति वा? घटत्वम् अस्ति, पटत्वं विरुद्धः घटत्वं, यत्र पटत्वविरुद्धः, तत् न बुद्धं महोदय। पटत्वविरुद्धघटत्वम् इत्यस्य अर्थः कः? घटत्वे पटत्वं नास्ति इति? केवलं तद् नास्ति, अत्र अन्यद् उदाहरणं वदामि। रावणविरोधी रामेण वालिः हतः, रावणविरोधी रामेण वालिः हतः. अत्र रावणविरोधी इति रामस्य विशेषणमस्ति खलु, किन्तु तत्र विरोधः दृश्यते, विरोधः अवबुध्यते खलु. रावणविरोधी रामेण वालिः हतः इत्यस्मिन् वाक्ये विरोधः अपि ज्ञाने विषयः अस्ति खलु. विरोध इति पदमस्ति, तद् ज्ञाने अपि अस्ति इति वा? न, अत्र अत्र अस्तु, अत्र पश्यतु, रामेण वालिः हतः इति अहं वदामि, तर्हि भवान् किम् अवगच्छति? रामेण वालिः हतः, तत्र रामे इति रामः इति कर्ता, वालिः इति कर्म, तर्हि इदानीं कर्मणि प्रयोगः, हतः इति विशेषणं, रामेण वालिः हतः इति अवगच्छति, तावदेव अवगच्छति. किन्तु तस्मादुपरि रावणविरोधी रामेण वालिः हतः इति यदि अहं वदामि, तत्र केवलं रामेण वालिः हतः इति ज्ञाने यद् अवहतं, तस्मादुपरि तत्र रामरावणयोः मध्ये विरोधः अस्ति इति अपि अवगमनं भवति खलु? हा, तद् भवति. हा, एवं तर्हि तत्र विरोधस्य अवगमनं भवति यथा राम रावणविरोधी रामेण वालिः हतः इत्यस्मिन् ज्ञाने रामरावणयोः मध्ये यः विरोधः तस्यापि अवगमनं भवति यथा तथा पटत्वविरुद्धघटत्वम् इति इदानीं प्रकारः खलु. घटः घटत्ववान् इति ज्ञानं नास्ति, घटः पटत्वविरुद्धघटत्ववान् इति ज्ञानम् तस्मै. तर्हि अस्मिन् ज्ञाने पटत्वघटत्वयोः मध्ये विरोधः अपि गृह्यते खलु. विरोधः गृह्यते अस्मिन् ज्ञाने. किन्तु इदानीं किं तत्र पटत्वविरुद्धघटत्वम् इत्यत्र नानात्वमस्ति वा? पटत्वविरुद्धघटत्वं यथा पूर्वं भवता उक्तं, घटत्वम् अपि च द्रव्यत्वम् अनयोः मध्ये नानात्वमस्ति खलु. अस्ति, अत्र नानात्वं नास्ति. हा, किमर्थं नानात्वमिति चेत् घटत्वं द्रव्यत्वं न, घटत्वद्रव्यत्वयोः मध्ये भेदः अस्ति इति कृत्वा तत्र द्रव्यत्वम् इति एका जातिः अस्ति घटे, द्रव्यत्वम् इति अन्या जातिः अपि अस्ति, तर्हि जातिद्वयं वर्तते. किन्तु पटत्वविरुद्धघटत्वम् इत्यत्र नानात्वं नास्ति, कति जातयः सन्ति, एकमेव जातिः. एकमेव घटत्वम् इति एवं जाति, तस्य विशेषणम् एका एव जातिः. किन्तु कीदृशजातिः सा? पटत्वविरुद्धघटत्वम् इति तस्य विशेषणं तावदेव. विशेषमस्ति, तर्हि प्रकारता कुत्र वर्तते इति चेत् घटत्वेन एव वर्तते इति, एकस्मिन् धर्मे एव वर्तते. घटः पटत्वविरुद्धघटत्ववान् इति ज्ञाने विशेष्यः एकः एव घटः, प्रकारः अपि एकः एव, घटत्वम् इति एकः एव प्रकारः. किन्तु कीदृशघटत्वम् इति चेत् तस्य विशेषणमुच्यते, पटत्वविरुद्धघटत्वम् इति विशेषणमुच्यते. विशेषणमुक्तं चेत् तत्र नानात्वं न सध्यते खलु. घटः इति एकः, नीलोघटः इति चेत् तदपि एकः एव. नीलोघटः इति इदानीं नीलः इति विशेषणमुक्तम् इति कृत्वा घटत्वे नानात्वम् इदानीं द्वौ घटौ इति न भवति, एकः एव घटः खलु. इति कृत्वा अत्र घटः पटत्वविरुद्धघटत्वान् इति ज्ञाने एकमेव धर्मी अस्ति, तत् घटः. विरुद्ध विरोधः अपि अस्ति तत्र गृह्यते ज्ञाने, पटत्वघटत्वयोः मध्ये विरोधः गृह्यते. किन्तु तर्हि विरुद्धधर्मः अपि विरुद्धधर्मः दृश्यते, किन्तु नानाधर्मः न दृश्यते, एकमेव धर्मः गृह्यते. सः धर्मः घटत्वम् इति एकः एव धर्मः दृश्यते अस्मिन् ज्ञाने. आम्, तर्हि ज्ञाना इति पदं त्यजामश्चेत् अस्मिन् ज्ञाने अतिव्याप्तिः भवति. नाना इति योजयामश्चेत् इदानीं पटत्वविरुद्धघटत्वम् इत्यत्र एकमेव धर्मः अस्ति, नानाधर्माः न सन्ति इति कृत्वा अतिव्याप्तिः निवारिता भवति खलु. आम् बुद्धं महोदय. अस्तु, तर्हि अत्र इदानीम् अग्रे पठतु तावदेव. अत्र अत्र हि घटे एका एव विशेष्यता, पटत्वघटत्वे च परस्परं विरुद्धौ धर्मौ, अतः एकविशेष्यता निरूपितघटत्वपटत्वरूपविरुद्धधर्मनिष्ठप्रकारतानिरूपकत्ववात् प्रकारतानिरूपकत्वात् भवति अस्मिन् निश्चये अतिव्याप्तिः. विरुद्धधर्मनिष्ठप्रकारतयोः धर्मनिष्ठविशेषतानिरूपितत्वउपाधाने तु न अतिव्याप्तिः. विरुद्धधर्मीनिष्ठप्रकारतयोः धर्मीनिष्ठविशेष्यतानिरूपितत्व उपाधाने तु न अतिव्याप्तिः. अग्रे पठतु. न हि तत्र पटत्वनिष्ठप्रकारता घटनिष्ठविशेष्यता निरूपिता. न हि तत्र पटत्वनिष्ठप्रकारताघटनिष्ठविशेष्यता निरूपिता, किन्तु पटत्वविरुद्धघटत्ववान् इति ज्ञानाकारात् विरोधनिरूपिता इति न पूर्वोक्तज्ञाने अतिव्याप्तिः. अस्तु, अत्र तर्हि नानात्वम् इति अस्ति खलु, विरुद्धनानाधर्म. तर्हि नानात्वं नानाधर्मत्वं कुत्र? नानाधर्मत्वं तत्र नाना इति पदेन नानाधर्मत्वमुक्तं, नानाधर्मत्वं कुत्र भवति? एकस्मिन् धर्मिणि भवेत्. उत्तमम्, एकस्मिन् धर्मिणि खलु. नानाधर्मत्वम् एकस्मिन् धर्मिणि भवेत्. किन्तु इदानीं नाना इति पदं त्यजामश्चेत् इदानीम् अस्मिन् ज्ञाने घटः पटत्वविरुद्धघटत्ववान् इत्यत्र पटत्वम् इत्यत्रापि प्रकारता वर्तते, घटत्वम् इत्यत्रापि प्रकारता वर्तते, किन्तु पटत्वम् इति प्रकारता घटे नास्ति. पटत्वविरुद्धघटत्ववान् इति पटत्वम् इति पटत्वस्य अभावः, अन्योन्य अभावः घटत्वे वर्तते न तु घटे. चित्रं रचयामश्चेत् घटः इति विशेष्यः, घटे प्रकारतासम्बन्धेन किं वर्तते? घटत्वं वर्तते. घटत्वे प्रकारतासम्बन्धेन किं वर्तते इति चेत् पटत्व अन्योन्य अभावः वर्तते. इति कृत्वा पटत्वम् इत्यस्य धर्मः यद्यपि अस्मिन् ज्ञाने भवति तथापि पटत्वं घटेन अवगाहते, किन्तु घटत्वे वस्तुतः पटत्व अभावः घटत्वे अवगाहते, घटत्वं तु घटे अवगाहते. इति कृत्वा नानाधर्म इति नाना इति पदं योजयामश्चेत् नानाधर्मत्वम् एकस्मिन् धर्मणि नापतति. इति कृत्वा अतिव्याप्तिः निवारिता भवति. दिस् इस् एक्चुलि ए लिटिल् टेक्निकल्. भवतु, अत्र अस्मिन् उदाहरणे मम आग्रहं तावद् नास्ति, किन्तु अवबुध्यते आशयः कः इति अवबुध्यते. अस्तु, धन्यवादः महोदय. अग्रे इदानीं स्वामिमहोदय पठति किम् अत्र च? तत्र च घटपटो समूहालम्बने अतिव्याप्तिः विशेषतायाम् एकत्वम् अनुक्त्वा धर्मिणी ऐक्यविवक्षा विवक्षया अपि वार्यते. तत्र च द्वौ धर्मिणौ घटः पटश्च. अतः एकधर्मनिष्ठविशेषतायाः असत्त्वात् न अतिव्याप्तिः. कुतः तर्हि एकविशेष्यता परता एकस्मिन् धर्मनि इत्यस्य? दल सार्थक्ये अतिव्याप्तिः घटपटौ इति समूहालम्बने विशेषता विशेष्यता विशेष्यतायाम् एकत्वमनुक्त्वा धर्मिणी ऐक्यविवक्षाय विवक्षया अपि वार्यते. धर्मिणी तु एकः घटः, द्वितीयं पटः महोदय. धर्मिणी ऐक्यविवक्षया तत्र न बुद्धं महोदय. एकत्वमनुत्व ऐक्यविवक्ष अत्र क्रमेण चिन्तयतु महोदय. अत्र च इदानीं दलसार्थक्यं कृतं. कति दलानि सन्ति? पटः घटः द्वयं. कति दलानि सन्ति? दलानि कुत्र भवन्ति? लक्षणे. हा, तर्हि लक्षणवाक्यं किम्? संशयलक्षणः एकस्मिन् धर्मणि विरुद्ध नाना धर्म वैशिष्ट्य. सम्पूर्णं पठतु, उच्चैः पठतु. अवगाहि ज्ञानम् एकस्मिन् इति धर्म वदतु, पुनः वदतु. एकस्मिन् धर्मणि एकस्मिन् धर्मिणि विरुद्ध नाना धर्म वैशिष्ट्य अवगाहि ज्ञानम् इति संशयस्य लक्षणं. तस्मिन् लक्षणे कति दलानि सन्ति? एकस्मिन् धर्मिणि विरुद्ध नाना धर्मवैशिष्ट्य महोदय त्रीणि. तानि कानि? त्रीणि दलानि सन्ति, तानि कानि? एकस्मिन् धर्मणि विरुद्ध नाना धर्मवैशिष्ट्यम् अवगाहत्वम् इति नास्ति खलु? एतावत्पर्यन्तं दलसार्थक्यम् अस्माभिः कृतं. किं किं पदं त्यक्त्वा दलसार्थक्यं कृतम्? प्रथमं किं पदं त्यक्त्वा दलसार्थक्यं कृतम्? एकस्मिन् धर्मणि इति दलं उपादाय. एकस्मिन् धर्मिणि इति दलं त्यक्तम्. एकस्मिन् धर्मिणि इति दलं त्यक्तं चेत् कुत्र अतिव्याप्तिः भवति? घटपटौ इति समूहालम्बने. हा, एकस्मिन् धर्मिणि इति दलं त्यजामश्चेत् घटपटौ इति समूह आलम्बनज्ञाने अतिव्याप्तिः. उदाहरणं. हा, तर्हि इदानीं विरुद्ध इति पदं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? मेहुल् महोदय सहायं करोतु। घटः इत्यस्मिन् ज्ञाने न न घटः इत्यस्मिन् ज्ञाने नास्ति, अयं घटः, अयं घटः इति, अयं घटः इति ज्ञानमपि नास्ति। ओ अयं घटः द्रव्यम् इति, अयं घटः द्रव्यम् इति भवेत् खलु, ततः तदा एव द्रव्यत्वम् अपि च घटत्वम् उभयमपि अवगाहते। अहं चिन्तयामि तत्र अयं घटः इति, तत्र घटः इति द्रव्यमेव अतः न किन्तु ज्ञानस्य आकारः अयं घटः इति ज्ञाने प्रकारता केवलं घटत्वे अस्ति, विशेष्यता घटे अस्ति। अयं घटः द्रव्यम् इति ज्ञाने विशेष्यता घटे, प्रकारता घटत्वे अपि च द्रव्यत्वे। तदुक्तम् उक्तमस्ति चेदेव प्रकारता द्रव्ये उक्तमस्ति चेत् इत्युक्ते ज्ञानम् अस्ति, ज्ञानस्य वाक्यरूपेण अहं वदामि आकारे। वस्तुतः अत्र अयं घटः द्रव्यम् इत्यत्र घट अपि च द्रव्यम् अनयोः मध्ये कः सम्बन्धः? समवायसम्बन्धः नास्ति, घटः अपि च द्रव्यम्। ओ वाक्ये वाक्यं दृष्ट्वा वदतु। अस्तु अस्तु, अयं घटः विशेषणविशेष्यम् इति तु सत्यं, किन्तु विशेषणविशेष्यम् इति सामान्यम्। अत्र तु अत्र जातिव्यक्तयो जातिव्यक्ति इति अस्ति, न घटः इति जातिः नास्ति, द्रव्यमिति अपि जातिः नास्ति, उद्देश्यविधेयभावः अत्र। ओ अस्तु अस्तु, उद्देश्यविधेयः अयं घटः द्रव्यम् इत्यत्र घटम् उद्दिश्य कर्मे तस्मिन् द्रव्यत्वं विधीयते। कोऽपि वदति भवन्तम् अयं घटः द्रव्यम् इति वदति, तत् श्रुत्वा इदानीं शाब्दबोधः जातः, सः शाब्दबोधः अयं घटः द्रव्यम् इति एव शाब्दबोधः। तर्हि तत्र घटः इति एकः एव विशेष्यः यस्मिन् प्रकारद्वयं वर्तते, घटत्वमपि च द्रव्यत्वम्। अस्तु तर्हि विरुद्ध इति पदं त्यजामश्चेत् अयं घटः द्रव्यम् इति निश्चये निश्चयज्ञाने अतिव्याप्तिः भवति। तृतीयं दलं किम्? तृतीयदलं तु विरुद्धः इति, न इदानीमेव विरुद्धः इति चिन्तितम्। ओ नाना नाना इति नाना नानात्वं नानात्वं सत्यं नानात्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? घटः पटत्वविरुद्धघटत्ववान् इत्यस्मिन् ज्ञाने, हा इति ज्ञाने अतिव्याप्तिः भवति। तर्हि त्रीणि दलानि सन्ति, एकस्मिन् धर्मिणि इति एकं दलं, विरुद्धत्वम् इति द्वितीयं दलं, नानात्वम् इति तृतीयं दलम्। स्वयं महोदय अवबुद्धिरे किम्? आं महोदय नाना, हा इति स्पष्टतया ज्ञानं भवेत् महोदय। इति त्रीणि दलानि स्वीकृत्य एकं दलं त्यजामश्चेत् कुत्र कस्मिन् ज्ञाने अतिव्याप्तिः भवति? तर्हि तत्र दलस्य योजनेन कथं वा अतिव्याप्तिः निवारिता भवति इति एतावत्पर्यन्तं चिन्तितम्। इदानीम् अत्र पूर्वपक्षी पृच्छति, घटपटौ इति समूहावलम्बनज्ञाने अतिव्याप्तिः विशेष्यतायाम् एकत्वम् अनुक्त्वा, एकत्वम् अनुक्त्वा धर्मिणी ऐक्यविशेष्य विवक्षया अपि वार्यते इति सः पृच्छति। भवतु इदानीं समयः जातः, अग्रिमे वर्गे सः आक्षेपः इत्युक्ते यद्दलसार्थक्यं पूर्वमेव कृतं तत्र सन्तोषजनकं नास्ति पूर्वपक्षिणः। तर्हि पूर्वपक्षी पुनः पृच्छति, भिन्नरीत्या वदामश्चेत् तत्र या अतिव्याप्तिः आगता घटपटौ इति ज्ञाने, सा अतिव्याप्तिः निवारिता भवति खलु, तर्हि एवं वक्तुं शक्यते इति सः पृच्छति। तस्मिन् विषये इदानीं चिन्तनम्, अग्रिमे वर्गे इतोपि चिन्तयामि। अस्तु अत्र स्थगयामि, सर्वेभ्यः नमस्कारः, धन्यवादाश्च।